ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिश्शान्तिश्शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ नमस्कारः नमस्कारः, धन्यवादः सर्वेभ्यो नाम सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र छत्वसन्धिः। छत्वसन्धिविषये वयं तत्र करपत्रे यत् विवरणं दत्तमस्ति, सूत्रसहितविवरणं तत् पठितवन्तः, अवगतवन्तः अपि। तदनन्तरं तत्र छत्वसन्धि इति विषयः यत् यः विषयः तत्र गीताप्रवेशे अस्ति, तत्र प्रथम अभ्यासः, तत्र उदाहरणानि सर्वाणि परिशीलितवन्तः। इदानीम् अग्रे तत्र अभ्यासः अस्ति, तत्र तृतीय अभ्यासः दशम इति, अस्तम्भे आ भस्तम्भे खस्तम्भे इति, तत्र केचन कृतवन्तः। इदानीं तत्र तत् इति आरभ्य कुर्मः इति, यदि कुर्मः समीचीनम् इति श्रुतं, ततः एव कुर्मः। तर्हि वेदा भगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः भगिनी। तर्हि तत्र पुटसङ्ख्या 41 गीताप्रवेशे तत्र आरम्भं कुर्मः। तर्हि नरेश महोदय आरम्भं करोति वा तत् इति? तत् पञ्चम पञ्चम, ओके अस्तु। तत् अहं चिन्तयामि तत् श्लाघनं, समीचीनं, तत् श्लाघनं तत् श्लाघनं किं भवति, तच्छ्लाघनम् अपि च तच् श्लाघनम्। इति भवति समीचीनं, तत् श्लाघनं, तत् श्लाघनं, तत् श्लाघनम् अथवा तत् श्लाघनम्। अग्रे अस्तु, समीचीनम्, अस्तु। अग्रे तत्र शोभगिनी अग्रे करोति वा? आं महोदय, तत्र शश्वत् अस्तु। तत्र शश्वत् इति शब्दं तत्र द्वितीयं शश्वच्छन्तिम् इति, शश्वच्छान्तिम् इति अस्ति, अथवा शश्वच्छान्तिम् इति। अत्र शश्वत् योगः शान्तिम् इति भवेत्। शश्वत्योगः शान्तिम् इत्यनयोः संयोगे तकारषकारयोः योगः, अतः तत्र स्तोः प्रथमं तु शश्वत् इत्यस्य जलां चश्वन्त इत्यनेन दकारः, शश्वद्योगः शान्तिम्। तदनन्तरं पुनः इदानीमपि तवर्गीयवर्णः स्तोहश्चुनश्चुः इत्यनेन शश्वज् इति भवति, शश्वज् योगः शान्तिम्। तदनन्तरं खरिच इत्यनेन समीचीनं, जकार यस्मिन् वर्गे अस्ति तस्य प्रथमवर्णः चकारः, शश्वच् शान्तिम् इति भवति। तदस्ति एकं रूपं, शश्वच् शान्तिं, शश्वच् शान्तिम् इति। विकल्पेन षश्चोटि इति अपि तत्र कार्यं करोति, अतः तत्र किं तत्र चकारस्य चकारे परे तत्र छेच वा षश्चोटि वा, षश्चोटि वा, षश्चोटि इत्यनेन चकारस्य, चकारस्य क्षमतां, षकारस्य छकारादेशः, अतः शश्वच्छान्तिम् इति अन्तिमरूपं निष्पद्यति। समीचीनम्, अपि समीचीनं भगिनि। अपि तत्र श्लोकः अपि अस्ति, तत्र श्लोकः अस्ति नवमाध्याये एकत्रिंशत्तमं सूत्रम्। क्षमतां महोदय, एकक्षणं, चिन्ता मास्तु, चिन्ता मास्तु। अस्तु तत्र श्लोकमस्ति, क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति, कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति इति. तर्हि तत्र प्रथमे वाक्ये क्षिप्रं भवति धर्मात्मा, तदनन्तरं शश्वच्छान्तिं निगच्छति इत्युक्ते शश्वत् शान्तिं प्रति निगच्छति इति. अस्तु, तस्य अन्वयः भवति, सः क्षिप्रं धर्मात्मा भवति शश्वत् शान्तिं निगच्छति, कौन्तेय मे भक्तः न प्रणश्यति इति प्रतिजानीहि इति अन्वयः भवति तत्र. अपि च तत्र किं तत्र अर्थः कः इत्युक्ते, सः इत्युक्ते पूर्वस्मिन् श्लोके किम् अस्ति, अपि चेत् सुदुराचारो भजते, सुदुराचारः भजते माम् अनन्यभाक् साधुः एव सा मन्तव्यः, सम्यक् व्यवसितः हि सः. अस्तु, तत्र यः कोऽपि भवतु, तत्र धर्मात्मा अथवा धर्मः किमपि कृतवान् तादृशं भवतु, किन्तु यदि भगवतः तत्र विषये तत्र भक्तिः अस्ति, अपि भगवन्तं पूजयति चेत् तत्र सः क्षिप्रं धर्मात्मा भवति भवति हा इति किं शश्वत् शान्तिं निगच्छति. सः धर्मात्मा अपि भवति, अपि शाश्वत शान्तिं प्राप्नोति इति. इति शाश्वत शान्तिं नाम तत्र सर्वदा तत्र मुक्तिः इति अर्थे तत्र शान्ति इत्युक्ते परा शान्तिं प्राप्नोति, शान्तिं प्राप्नोति इति वदति कृष्णः इति वदति. अपि कौन्तेय नाम अर्जुनः, अर्जुनः प्रतिजानीहि नाम तत्र तत्र निश्चयेन जानातु, प्रतिजानाति नाम प्रतिजानीहि निश्चयेन, तत्र अस्मिन् विषये संशयः मास्तु, जानातु तत्र न मे भक्तः, मम भक्तः कदापि न प्रणश्यति इति. आम्, तर्हि शश्वत् शान्तिं समीचीनं, धन्यवादः. तत्र शश्वत् शान्तिमिति वैकल्पिकप्रयोगः सत्यं, समीचीनं, धन्यवादः भगिनि. धन्यवादः. अग्रे वेद भगिनि. आं महोदय, तस्मात् शास्त्रं, तस्मात् शास्त्रम् इति अस्ति. तस्मात् शास्त्रं तत्र तकार अस्ति, तत्पश्चात् शास्त्रं षकार अस्ति. तकारस्य तस्मात् तकारस्य जत्वं भूत्वा दकार भवति, तस्मात् शास्त्रं. पुनरेकवारं तस्य किं वदाति, दकार अस्ति, षकार अस्ति, स्तोः सुनाश्चुः इत्यनेन तत्र चकार भवति, तस्माद् तस्माज् भवति, तस्माज् शास्त्रम्. अपि च तस्माज् शास्त्रं खरीच इत्यनेन चकार आयाति, तस्माच् शास्त्रम् एकं रूपमस्ति, तस्माच् शास्त्रम्. अन्यत् रूपमस्ति यत्र छत्वसन्धि भूत्वा षच्छोटि इति सूत्रेण विकल्पेन रूपम् आयाति. तत्र किम् इत्युक्ते षकारस्य परे अट्वर्णः अस्ति चेत्, पूर्वं झैवर्णः अस्ति चेत् तस्मात् चकार अस्ति, झैवर्णः अस्ति, तदेव तत्र षकारस्य स्थाने, षकारस्य स्थाने तद्वर्णस्य छकार भवति इति वा. सत्यं सत्यं, अटि परे छकार भवति, तदेव छत्वसन्धि इति उक्तं, छकार भवति, तदेव तत् रूपं भवति, तस्माच् तस्मात् शास्त्रं तस्मात् शास्त्रं तस्मात् एकरूपमस्ति तस्मात् शास्त्रम् अन्यत् रूपमस्ति तस्मात् शास्त्रं तस्मात् शास्त्रं सत्यं समीचीनम् अपि श्लोकं पठामि वा पठतु भगिनि 16.24 तस्मात् शास्त्रं प्रमाणं ते कार्यकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि तस्मात् शास्त्रं प्रमाणं ते कार्यकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानम् उक्तं कर्म कर्तुम् इहार्हसि इत्युक्ते तस्मात् शास्त्रं प्रमाणं पूर्वसूत्रे किं वदति तत्र श्लोके पश्यति शास्त्रस्य तत्र अनुसरणं न करोति किन्तु यथा इच्छा जीवति तो तत्र एतत् सूत्रं वदति एतत् श्लोकं वदति तदेव शास्त्रम् एव प्रमाणं भवतु प्रमाणं भवतु शास्त्रम् अनुसृत्य कार्यं करोतु व्यवस्था इत्युक्ते किं करणीयं किं न करणीयम् इति शास्त्रं वदति तत् अनुसृत्य कार्यं करोतु इति भगवान् उक्तवान् ज्ञात्वा शास्त्रविधान उक्तं शास्त्रं किं वदति शास्त्रे विधानं किम् अस्ति इति ज्ञात्वा कर्म करोतु इति वा सत्यं भगिनि सत्यं शास्त्रविधानं यत् शास्त्रे यत् विधानम् उक्तं तत् अनुसृत्य कर्मं कर्तुम् इहार्हसि इत्युक्ते यु शुड् तद् अनुसृत्य कार्यं करणीयम् इति वदति तर्हि तत्र शास्त्रमेव प्रमाणमस्ति शास्त्रम् एव प्रमाणमस्ति शास्त्रे तस्य अनुसरणं करणीयं इति अस्ति समीचीनं भगिनि अपि तत्र प्रायशः एकं तत्र कार्यकार्यव्यवस्थितौ इति तत्र विभक्ति का तत्र कार्यकार्यव्यवस्थितौ द्वितीया किमर्थं कार्यकारणव्यवस्थितौ इत्युक्ते नाम प्रमाणमस्ति व्यवस्थिता तत्र प्रथमपुरुष प्रथमाविभक्ति द्विवचनं वा न भगिनि तत्र किं कुर्मः तत्र तस्मात् शास्त्रं प्रमाणमस्ति खलु प्रमाणं किं प्रमाणमस्ति शास्त्रमेव प्रमाणं खलु किमुक्तं शास्त्रम् इति एव प्रमाणं भवेत् खलु अन्यत् प्रमाणं मास्तु किन्तु प्रमाणं किं भवेत् शास्त्रं किन्तु प्रमाणम् अस्ति शास्त्रम् इति यदि वदामः तत्र प्रश्नः उदेति कस्मिन् विषये प्रमाणम् ओ खलु कार्यम् अकार्यम् इति व्यवस्था कार्य अकार्य व्यवस्थितिः व्यवस्थितौ इति व्यवस्थिति हरि अस्ति चेत् तत्र हरि तत्र मति अस्ति चेत् तत्र अत्र स्थिति व्यवस्थिति स्त्रीलिङ्गपदम् इति मन्ये मति शब्दवत् तर्हि तत्र मति इति अस्ति चेत् तत्र मतौ किं भवति मति मत्यां मतौ मतौ तितौ तित्यां तत्र व्यवस्थिति तत्र का विभक्ति व्यवस्थितौ द्विवचनमस्ति न तत्र द्विवचनं एकवचने विभक्तिका सप्तमी अस्ति भगिनि कस्मिन् विषये हरौ इत्युक्ते हरौ इति तादृशं मतौ मत्यां मतौ तत्र कार्य अकार्य व्यवस्थिति या अस्ति तस्याम् अस्तु अस्तु तस्यां व्यवस्थितौ इति भवति तावदेव सर्वम् अन्यत् सर्वं सम्यक् अस्ति इति मन्ये तर्हि तर्हि किमपि न धन्यवादः समीचीनं भगिनि अस्तु अग्रे तत्र निवेदिता भगिनि अग्रे अभवत् श्मशानम् अभवत् श्मशानम् अत्र स्तोश्युनाश्युः सूत्रेण तकारस्य स्थाने चकारः आगच्छति अभवत् श्मशानम् अनन्तरं वर्गीयप्रथमव्यञ्जनमस्ति चकारः परतः शकारः आगच्छति अत्र शकारस्य चकारो विकल्पेन भवति अतः अभवत् अभवत् श्मशानम् चकारः आगच्छति समीचीनं भगिनि अभवत् श्मशानम् अथवा अभवत् श्मशानम् समीचीनं भगिनि अस्तु धन्यवादः अग्रे उषा भगिनि अस्तु महोदय एतत् मश्रु एतत् मश्रु अथवा एतत् मश्रु एतत् मश्रु इति कृते तकारः दकारः भवति जष्ट्वं जलां जशोन्ते अनन्तरं एतद् इति कृते अनन्तरं श्चुत्वं भवति श्चुनाष्टुः कार्यं सो एतद् श्चुत्वं भूत्वा एतच्च एतज् एतज् एतज् स्मश्रु अन्दन् चत्वं सो एतच्च अश्मश्रु अनन्तरं षट्चोटि विकल्पेन षट्चोटिरूपम् एतच्च स्मश्रु जैवर्णः अस्ति चकारः सो जयः परः चकारः जयः परः जयः परः शकारः चकारः भवति अट् परः अस्ति चेत् सो अभवत् नाट् अभवत् एतच् श्मश्रु अपि भवति एतच् श्मश्रु एतच् श्मश्रु समीचीनम् इदानीम् अग्रे तत्र अन्य कोऽपि सर्वे उक्तवन्तः इति मन्ये तर्हि तर्हि तत्र नरेश महोदय अस्तु विश्वराट् विश्वराट् योगशास्ति विश्वराट् योगशास्ति तत्र विश्वराट् शास्ति अथवा विश्वराट् शास्ति अत्र किं छत्वं भवति छत्वं भवति अतः विश्वराट् योगशास्ति विश्वराट् शास्ति भवति विकल्पे विकल्पेन विश्वराट् शास्ति भवति सत्यं महोदय अस्तु समीचीनं अस्तु अन्तिमं सुलभः आसीत् अस्तु तर्हि इदानीं तर्हि तत्र नूतनः विषयः तर्हि अग्रे तत्र नरेश महोदय भवानेव तत्र अग्रे तत्र सत्त्वसन्धिः तत्र प्रथम उदाहरणम् एकवारं पठति वा अग्रे सत्त्वसन्धिः एतानि उदाहरणानि परिशीलयत। प्रथम अर्थ कामान् योगत्तु अर्थकामा योगनकार योगत्तु अर्थकामाम् अथवा अर्थकामाम् योगसकार योगत्तु अर्थकामांस्तु अर्थकामांस्तु इति भवति। समीचीनं महोदय। तर्हि तत्र नकारस्य स्थाने तत्र सकार आगच्छति आगच्छति। समीचीनं महोदय। तर्हि तत्र श्लोकः अपि अस्ति, एकवारं पठति वा? आम्, द्वितीय अध्याये पञ्चम द्वितीय पञ्चम अस्तु। गुरून् हत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमापीह लोके हत्वार्थकामांस्तु गुरून् हे गुरीन् गुरुः एव भुञ्जीय भोगान् रुधिर् प्रदिग्धान् गुरून् हत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यम् पिह लोक लोके किमस्ति? गुरून् हत्वा गुरून् हत्वा तत्र गुरून् अहत्वा गुरून् अहत्वा हि महानुभावान् महानुभावान् तु सम्यक् अस्ति। महानुभावान् इति विशेषणं विशेषणं गुरून् गुरून् इति पदस्य महानुभावान् गुरून् अहत्वा हि श्रेयो भोक्तुं श्रेयः भवति भैक्ष्यम् अपिह भैक्ष्यम् अपि इह इह इत्युक्ते अस्तु भैक्ष्यम् अपि इह इह भैक्ष्यम् अपि इह लोके इह लोके इत्युक्ते अस्मिन् लोके यस्मिन् लोके वयं श्रुमः इह लोके अत्र नाम तत्र भूलोके इह लोके हत्वार्थकामांस्तु गुरीन् गुरून् गुरून् इह एव इह एव भुञ्जीय भुञ्जीय भोगान् रुधिर् रुधिर प्रदिग्धान् रुधिर प्रदिग्धान् अत्र तु प्रायशः किञ्चित् क्लिष्टं क्लिष्टः श्लोकः इति मन्ये महोदय नाम तत्र यदि तत्र रुधिरप्रतिघ्नान् इत्युक्ते ब्लड् ड्रेञ्च्ड् ब्लड् स्ट्रेन्ड् इति भवति रुधिर इति रक्तवर्णः प्रतिघ्ना इति स्मेरिङ्ग् इति भवति लेपने लेपने इत्युक्ते रक्तेन लेपितः भोगः इति भुञ्जीय नाम भोग तत्र भोगः नाम सर्वे भोगाः किं भवति तत्र रक्तेन लेपिताः भवन्ति यतोहि तान् हत्वा यदि गुरु गुरु गुरूणां तत्र हननं भवति चेत् तेषां भोगः तत्र रक्तेन लेपितः भवन्ति अतः नाम तत्र गुरुणां हननं मास्तु इति तत्र अर्जुनस्य वाक्यं महानुभावान् गुरुन् अहत्वा हि तत्र नाम तत्र तेषां हननं श्रेयः वा अथवा भैक्ष्यं नाम तत्र भिक्षाटनं कृत्वा यदि जीवनं करोमि कः तत्र कः श्रेयकर अस्ति चेत् तत्र सः वदति भिक्षाटनेन जीवनम् श्रेयः अस्ति गुरूणां हननं तस्य कृते भिक्षाटनेन जीवनं श्रेयः श्रेयः नाम तत्र न करणीयं गुरूणां हननं न करणीयं ये कुर्वन्ति ते यद्यपि भोगान् अनुभवन्ति किन्तु ते भोगाः रुधिरप्रदिग्धाः नाम तत्र रक्तेन लेपिताः नाम तत्र भोग तत्र अनुभवसमये भोगस्य अनुभवसमये ओ तत्र हननेन हननम् अभवत् तस्मात् एव एषः भोगः भवति इति ज्ञानं भवति खलु अतः तत्र लेपनं तत्र भोगः लेपितः अस्ति रक्तेन रक्तेन लेपितः अस्ति लेपितः इति समीचीनं धन्यवादः भगिनि तत्र रुधिरप्रदिग्धाः समीचीनं महोदय अस्तु इदानीम् अग्रे तर्हि तत्र करपत्रं पठामः तत्र अहं चिन्तयामि प्रायशः बहु किमपि विवरणम् अस्मिन् विषये अस्ति खलु इदानीं तत्र एषः सन्धिः बहु किमपि लिखितमस्मि अस्मिन् सन्धिविषये अस्तु तर्हि तत्र किं तत्र शोभा भगिनी आरम्भं करोति वा तत्र करपत्रे आम् आं महोदय इदानीं सत्त्वसन्धिः इति विषयः अस्मिन् सन्धौ अनेकसूत्राणि क्रमेण कार्यं कुर्वन्ति संक्षेपे पदान्तनकारस्य स्थाने रु तस्मात् रु इत्यस्मात् पूर्वं च विद्यमानस्वरः विकल्पेन अनुनासिकः अननुनासिके पक्षे अनुस्वार अनुस्वारागमः तदा रुस्थाने सकारः यथा तत्र गच्छन् अस्तु तर्हि सत्त्वसन्धिः इदानीम् अस्मिन् सन्धौ अनेकानि सूत्राणि आगच्छन्ति अपि च क्रमेण कार्यं करणीयं तेषाम् उपयोगेन संक्षेपे संक्षिप्तरूपेण वदामः चेत् तत्र पदान्तनकारस्य स्थाने रु आगच्छति तस्मात् रु इत्यस्मात् पूर्वं विद्यमानस्वरः रु इत्यस्मात् पूर्वं यः स्वरः तत्र तस्य विकल्पेन अनुनासिक आदेशः भवति अनुनासिकः भवति तदस्ति एकस्मिन् पक्षे एकः प्रयोगः अनुनासिके अननुनासिके पक्षे यदि अनुनासिकस्य विवक्षा नास्ति चेत् अननुनासिके अननुनासिकप्रयोगस्य विवक्षा अस्ति चेत् अनुस्वारागमः भवति तदा रुस्थाने सकारः भवति प्रथमं रु इत्यस्मात् किं तत्र इत्यस्मात् पूर्वं विद्यमानस्वरः विकल्पेन अनुनासिकः रु इत्यस्मात् पूर्वम् अन्यस्मिन् पक्षे अनुस्वारागमः भवति तदा रुस्थाने सकारः भवति अस्तु इत्युक्ते रुस्थाने सकारः एकः प्रयोगः रु इत्यस्मात् पूर्वम् अनुनासिक आदेशः एकः प्रकारः तत्र उदाहरणं दत्तमस्ति गच्छन् योगः तावता इति तत्र पदान्तनकारः अस्ति गच्छन् इत्यस्मिन् पदमस्ति पदान्तनकारः तस्मात् परं तावता इति तत्र न गच्छ योगः तत्र नकारस्य पदान्तनकारस्य रु आदेशः भवति अतः गच्छ योगः रु गच्छ रु योगः तावता तदनन्तरं तत्र रु रु इत्यस्मात् पूर्वं विद्यमानस्य स्वरस्य अनुनासिक आदेशः भवेत् इति इच्छा अस्ति चेत् गच्छ तस्मात् परं तस्य अनुनासिक आदेशः अतः तत्र चन्द्रबिन्दु आदेशः गच्छ इति भवति अथवा तस्य विवक्षा नास्ति चेत् तत्र यथा दर्शितं गच्छ इति अनुस्वारः भवति योगः रु इदानीमपि योगः तावता तदनन्तरं गच्छ अथवा तत्र उच्चारणं समानमेव आगच्छति मम अथवा गच्छ योगः तत्र अनुस्वारः यदा विवक्षितः चेत् तर्हि तत्र किं सकारादेशः भवति रुस्थाने तत्र सर्वदा सकारः इति एव दर्शितं खलु इति नास्ति वा ओ क्षम्यतां महोदय हा सत्यं तत्र अनुनासिक वा भवेत् अथवा अनुस्वारः वा भवेत् सकारः रु इत्यस्य आदेशः सकारः सकारः आदेशः योगः तावता गच्छन्स्तावता इति एकं रूपं गच्छन्स्तावता इति अन्यत् रूपं तदेव तत्र अग्रिमे सूत्रे विवृतम् अस्ति पठामि वा महोदय समीचीनं भगिनि पुनः भवती भवत्या पठनीयम् अग्रे भवति यतोहि तत्र दीर्घः अस्ति अतः भागं भागं कृत्वा कुर्मः अस्तु समीचीनं धन्यवादः भगिनि अग्रे तर्हि तत्र उषा भगिनी अग्रे पठति वा महोदय नश्चव्यप्रशान् अम्परे छवि नकारस्य पदस्य रुः स्यात् न तु प्रशान् शब्दस्य सव् प्रत्याहारे चकार टकार छटात अन्तर्भूताः अम् प्रत्याहारे सर्वे स्वराः नाश्च अन्तर्भूताः न अपि अम् हयवरट् लण् न्यमाङ्गणन्नम् ओके अम्परे छवि इत्युक्ते कीदृशः छव् यस्मात् अम् प्रत्याहारे कश्चन वर्णः विद्यते अम्परे छवि ओके येन विधिस्तदन्तस्य इति सूत्रेण नः पदस्य इत्युक्ते तादृशपदस्य यस्य अन्ते नकारः भवति पदान्ते उक्तं भवन्ति इत्यादिषु नकारस्य रुत्वनिवारणार्थं ओके अलोन्तस्य इत्यनेन पदस्य अन्तिमवर्णस्य स्थाने रु आदेशः नः षष्ट्यन्तं चवि सप्तमीयन्तम् अप्रशान् षष्ट्यर्थकं प्रथमान्तं त्रिपदमिदं सूत्रं मधु वसो स सम्बुद्धौ छन्दसि इत्यस्मात् रु इत्यस्य अनुवृत्तिः पुमः खय्यं परे इत्यस्मात् अम्परे इत्यस्य अनुवृत्तिः तयोर्द्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नः पदस्य रु अम्परे छवि संहितायाम् अप्रशान् ओके नश्चव्यप्रशान् इति सूत्रमस्ति तत् सूत्रं वदति अम्परे छवि नकारस्य पदस्य रुः स्यात् न तु प्रशान् शब्दस्य ओके अम्परे छवि नकारस्य पदस्य रुः स्यात् चव् इति चव् प्रत्याहारे चटत अन्तर्भूताः अम् प्रत्याहारे सर्वे स्वराः अयुनिर् योच् हयवरट् लण् यमङ्गणन्नम् अण्टल् दट् सो सर्वे स्वराः य र ल व म न इति अन्तर्भूताः. अम् सो अम् अम् परे छवि इत्युक्ते कीदृशः छव् छव् इति कृते यस्मात् अम् प्रत्याहारे कश्चन वर्णः विद्यते. अम् परे छवि इत्युक्ते यस्मात् लैक् स्वरः अपि च कश्चन वर्णः अम् प्रत्याहारे कश्चन वर्णः परः छवि अस्ति. ओके अत्र गच्छन् गच्छन् तावता गच्छन् तावता इत्यस्य कृते चकारः अस्ति छवि. गच्छन् चौ प्रत्याहारे चटत गच्छन् तावता. ओके अस्तु एनिवे सो पदान्ते पदान्ते अम्परे नकारस्य पदस्य रुः स्यात्. ओके नो अम्परे छवि इत्युक्ते कीदृशः चौ यस्मात् अम् प्रत्याहारे कश्चन वर्णः विद्यते. ओके येन अस्ति अकारः इति वा अत्र अम्परे गच्छन् अम्परे नकार अम् अस्ति न नकारः एव अम् अस्ति सत्यं सत्यं अम् प्रत्याहारे अम्परे अम्परे छवि अम्परे छवि इदे न ऐ थाट् छव् बिफोर् द छव् दे शुड् बि तत्र छव् इत्यस्मात् परम् अम् प्रत्याहारस्थवर्णः भवेत् अम्परे छवि इति वाट् इस् देट् भगिनि छव् तत्र अम्परे छवि इत्युक्ते कीदृशः छव् यस्मात् इत्युक्ते यस्मात् अम् प्रत्याहारे कश्चन वर्णः विद्यते छौ इत्यस्मात् परम् अम् भवेत् छौ इत्यस्मात् परम् छौ हा छौ इत्यस्य विशेषणं भवति कीदृशः छौ इत्युक्ते अम् परः छौ छौ अम् परः इति छौ अम् परः अम्परः अम्परः बट् अत्र नास्ति खलु अम्परे छवि गच्छन् अम्परे छवि छवि नास्ति गच्छन् योगः अम्परे छवि छवि सप्तमी विभक्ति न सो ऐ थाट् नश्चव्य प्रशान् नकार अट् द एण्ड् आफ् द पद ओके गच्छन् सप्तमी विभक्ति या फालोड् बै अ छव् ऐ थाट् नकार शुड् बि छव् छव् इस् तकार तकार इस् द छव् आं महोदय आम् आम् आम् नकारः अन् देन् परः छव् चटत चटतम् सो अत्र चकारः न चटत तकारः इस् द छव् प्रत्याहारे आम् सो नकारः परः छव् अम् परे छवि अम् अम् दट् नकारः इस् नम् नकारः लैक् भगिनी वेदा भगिनी सेड् रैट् न नकारः इस् द अम् सो अम् परे छवि छवि इस् द तकार तावता इत्यस्य द तकार अम् परे छवि इत्युक्ते कीदृशः चौ यस्मात् अम् प्रत्याहारे कश्चन वर्णः विद्यते. येन विधिस्तदन्तस्य इति सूत्रेण नः पदस्य इत्युक्ते तादृशपदस्य यस्य अन्ते नकारः भवति सो गच्छन् इति पदस्य पदस्य अन्ते नकारः अस्ति. येन विधिस्तदन्तस्य इत्युक्ते नः न इति एव नास्ति यस्य पदस्य अन्ते क्षम्यतां वदामि वा तथा वदतु भगिनि पदान्तनकारात् परः संहितायां छौ वर्णः तस्मात् परः अम् वर्णः विद्यते चेत् नकारस्य रु आदेशः भवति इति दत्तं. तत्र पदान्तनकारः भवेत् प्रथमं तु पदान्तनकारः अम्परे छवि इति तकारस्य अनन्तरम् अम्म हा इत्युक्ते तत्र अम्परे भवेत् तस्मात् परं छौ भवेत् किन्तु कीदृशः छौ इत्युक्ते तस्मात् परं परे अम् अस्ति. ओके ओके अम् परे छवि छवि इति अत्र तकारः एव बट् कीदृशतकारः कीदृशछवि इत्युक्ते अम् परे छवि सो यस्य चवि परः अम् अस्ति इति यस्य चवर्णस्य आकारः आकारः ओ अस्तु अस्तु तत्र विशेषणम् इत्युक्ते कीदृशः छव् इत्युक्ते तदेव अम् परः छव् अम् परः छव् छव् इत्युक्ते यस्य छव् परः अम् अस्ति इति ओके सो अत्र छव् इति तकारः तावता इत्यस्य तकारः अनन्तरम् आकारः इति अम् अम् ओके अस्तु अस्तु सो येन विधिस्तदन्तस्य इति सूत्रेण नः पदस्य इत्युक्ते तादृशपदस्य यस्य अन्ते नकारः भवति ओके पदान्ते उक्तं भवन्ति इत्यादिषु ओके पदान्ते पदान्ते उक्तं भवन्ति इत्यादिषु नकारस्य ऋत्वनिवारणार्थं नकारस्य ऋत्वनिवारणार्थम् ओके ऐ कम् बेक् टु दट् अलोन्तस्य इत्यनेन पदस्य अन्तिमवर्णस्य स्थाने रु आदेशः अलोन्तस्य इत्यनेन पदस्य अन्तिमवर्णस्य स्थाने रु आदेशः ओके पदस्य अन्ते गच्छन् इत्यस्य अन्ते नकारः अन्ते आम् आम् दट् इस् इत्यनेन अन्तिमवर्णस्य स्थाने तदेव अन्तिमवर्णस्य स्थाने बट् ओके एनिवे नः षष्ट्यन्तं छवि सप्तमीयन्तम् अप्रशान् षष्ट्यर्थकं प्रथमान्तं नः षष्ट्यन्तं छवि सप्तमीयन्तम् ओके नः छवि अप्रशान् षष्टि अप्रशान् इति अप्रशान् षष्ट्यर्थकं प्रथमान्तम् ओके इत्यस्य स्थाने नास्ति इति ओके त्रिपदमिदं सूत्रम् मधुवसो रु सम्बुद्धौ छन्दसि इत्यस्मात् रु इत्यस्य अनुवृत्तिः ओके दट्स् वाट् ऐ वास् वाण्डरिङ्ग् अलोन्तस्य इत्यनेन पदस्य अन्तिमवर्णस्य नकारस्य स्थाने रु आदेशः रु इति ओके ओके अनुवृत्तिसहितम् आगच्छति मतुवसो रु सम्बुद्धौ छन्दसि इत्यस्मात् रु इत्यस्य अनुवृत्तिः पुमः कय्यं परे इत्यस्मात् अं परे इत्यस्य अनुवृत्तिः ओके तयोर्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नः पदस्य ओके न पदस्य इति पदान्ते इति भवति ओके पदस्य पदान्ते रु अम्परे छवि यस्य छवि परः अम् अस्ति तत्र संहितायां अम्परे छवि नकारस्य पदस्य रु स्यात् ओके ओके ओ स्टिल् वि हेव् इन् ब्राट् इन् द अनुस्वार अर्धि अनुनासिक ओके ओ सो नश्चव्य प्रशान् अम्परे छवि नकारस्य पदस्य रुः स्यात् ओके न तु प्रशान् शब्दस्य अस्तु महोदय सारि उत्तममस्ति अम् परे छवि इट्स् समटैम्स् सिन्स् वि सा दिस् सूत्र अम् परे छवि नकारस्य पदस्य रुः स्यात् सो नकारस्य स्थाने रु आदेशः भवति पदान्त नकार पदस्य अन्ते यत् नकारः अस्ति तत् स्थाने रु स्यात् कदा तत् परः छवि अस्ति तत् छवि परः अम् शुड् बि देर् ओके अम् परे छवि अन्देन् पदस्य नकारः परः अम् परे छवि अस्तु परन्तु तत् सूत्रं कुत्र सूत्रे अम् इति उक्तं न शव्य प्रशान् तत्र अम् आल्सो अम् आल्सो अनुवृत्तिसहितम् आगच्छति तस्मात् पूर्वमेव पुमः कय्यं परे इत्यस्मात् अम् पर इत्यस्य अनुवृत्तिः भगिनि अच्छा सो नः पदस्य रु अम् परे छवि संहितायां सो नकारः अपि च दट् छवि संहितायां न अपि च छव् प्रत्याहारवर्णस्थसंहितायां कृते तत् तत् नकारस्य स्थाने रु आदेशः भवति अपि च छव् परे अम् शुड् आल्सो बि देर् तत्र सङ्ख्या न दत्ता खलु तत्र सूत्र 837 महोदय धन्यवादः तत्र पुमः कव्यं परे इति पुमः कय्यं परे इत्यस् दट् इस् मे बि 2 or 3 सूत्रास् बिफोर् देट् साक्षात् पूर्वमस्ति पुनः कय्यं परे या पुनः कय्यं परे 836 पुमः कय्यं परे इति तत्र मतुवसो रुसम्बुद्धौ छन्दसि इत्यस्मात् रु इत्यस्य अनुवृत्तिः दट्स् 831 महोदय अस्तु धन्यवादः अतः तत्र सर्वं समीपमेव अस्ति अस्तु तत्र प्रायशः अत्र किं न प्रशान् इति शब्दस्य वर्जयित्वा तत्र शब्दं वर्जयित्वा एषः सन्धिः न कार्यं न करोति इति आम् आम् न तु प्रशान् शब्दस्य केवलं प्रशान् इति तत्र कार्यं न करोति अस्तु अपि पदान्ते उक्तं भवन्ति इत्यादि ऋत्वनिवारणार्थं नाम पदान्ते भवन्ति इति स्थाने तत्र ऋकारः न आगच्छति इति नाम तत्र केवलं मध्ये नकारः अस्ति चेत् तत्र ऋत्वं न भवति केवलं पदान्ते एव ऋत्वं भवति इति एव अर्थः खलु तत्र पदान्ते उक्तं भवन्ति इत्यादिषु इत्युक्ते तत्र पदान् भवन्ति इत्यत्र भवन् योगः ती भवति खलु तत्र न भव सत्यमिति भवति किन्तु तकारः पुनः तत्र छवि इति भवति खलु अम्परे छवि इति भवति खलु भवन् योगः ति तत्र क्वचितु छवि मध्ये किमर्थम् तर्हि तत्र ऋत्वं न भवति इति अतः पदान्ते ऋत्वनिवारणार्थं पदान्ते इति उक्तं समीचीनं भगिनि तत्र बहु किमपि अस्ति अतः एव तत्र आदौ दत्तम् अस्मिन् सन्धौ अनेकसूत्राणि क्रमेण कार्यं कुर्वन्ति इति अतः प्रायशः इदानीं सर्वं स्पष्टं नास्ति किन्तु किञ्चित् अवगमनम् अस्ति अग्रे सरामः तर्हि तत्र निवेदितभगिनी अग्रे पठति वा क्रमः एवं भवति नश्व सोरि नश्च व्यप्रशान् इत्यनेन पदान्त नकारस्य रु भवति सकलिषो रुः सूत्रेण रु भवति उपदेशे जुर्नास्तिक् इत् तस्य लोपः इत्याभ्यां रु ऋकारस्य रेफ् भवति अत्रानुनासिकस्य उकारस्य लोपः भवति रेफ् इति भवति उच्यति रेफ् चित्रति अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अनुनासिकः चन्द्रकोर टाट् इति आदेशः भवति अनुनासिकात् परोनुस्वारः इत्यनेन अनुनासिकस्य अपक्षे अनुस्वार आगमः अनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन यः रेफ् अस्ति तस्य विसर्गः पुनः अनन्तरं विसर्जनीयस्य सः इत्यनेन विसर्गस्य सकारः भवति तथा यथासङ्गः शुच्त्वं श्रुत्वं च सशयुषुरुः उपदेशजन्नासीत् इत् तस्य लोपः अत्रानुनासिकः पूर्वस्य तु वा अनन्तरम् अनुनाजुषोरुः नास्ति खलु भगिनि ससजुषोरुः नाजुषोरुः नो नो नास्ति भगिनि नश्चव्य प्रशान् इत्यनेन ऋ ऐ थाट् नश्चव्य प्रशान् इति सूत्रेण रु आगच्छति अनन्तरम् उपदेशे जनुनासि चेत् तथा तस्य लोपः सूत्रस्य कारणात् उकारस्य लोपः भवति रेप् तिष्ठति सम्यक् खलु अत्र अनुनासिकः पूर्वस्थितु वा इति सूत्रेण विकल्पेन अनुनासिकः आदेशः भवति तर्हि उदाहरणमपि अस्ति खलु कस्मिन् अधिचित् उदाहरणं स्वीकृत्य स्थाने नश्यश्व प्रशान् इति सूत्रेण ऋकारः आगच्छति अधिचित् अनन्तरम् उपदेशे जनुनासि चेत् तस्य लोपः सूत्रेण ऋकारस्य स्थाने रेफ् तिष्ठति कस्मिर् अधिचित् अनन्तरम् अत्रानुनासिकः पूर्वस्थितु वा इति सूत्रेण विकल्पेन चन्द्रकोर डाट् इति आगच्छति वा अनुनासिकः आदेशः भवति प्लस् रेफः अधिचित् अनन्तरम् अनुनासिकात् परोनुस्वारः इति सूत्रेण हा तत्र अनुस्वारस्य अपि तत्र आगमः भवति तत्र विकल्पस्य आगमः अपि भवति अनन्तरं विसर्जनीयस्य सह तत्र करवसानयोर् विसर्जनीयः प्रथमं तु विसर्गः आगच्छति करवसानयोर्विसर्जनीयः सूत्रेण अनन्तरं कस्मिन् अधिकं स अधिचित् विसर्जनीयस्य सह इति सूत्रेण सकारः आगच्छति सकारः अनन्तरम् इदानीं तत्र कस्मिन् सकारः तद् तस्य अनन्तरं चित् इति अस्ति तर्हि सकारस्य किं भवति सकारस्य स्थाने शकारः आगच्छति तथा चकारस्य स्थाने सरि चित् तत्र एव तिष्ठति हा तर्हि इदानीम् अन्तिमं रूपं किं प्राप्तं कस्मिंश्चित् कस्मिंश्चित् कस्मिंश्चित् इति भवति अतः तत्र अनेकानि सोपानानि सन्ति अत्र हा अस्तु इदानीं धन्यवादः भगिनि अग्रे तत्र वेदभगिनी इदानीं तत्र अग्रिमं तत्र उदाहरणं करोति वा काञ्चित् इति तत्र कथं सोपानानि कानि इति वदति वा वेदभगिनी आं महोदय गाट् कट् आफ् ओ इति वा किमर्थं न जानामि अस्तु अस्तु भगिनि अहं पठामि वा तर्हि तत्र कान् योगः चित् इति उदाहरणमस्ति कान् योगचित् काश्चित् कस्मिंश्चित् इति तत्र अन्तिमं रूपं कस्मिंश्चित् इति अभवत् तादृशं तत्र काञ्चित् इति तत्र सोपानानि कानि इति किञ्चित् वदति वा काञ्चित् तत्र काञ्चित् अस्ति चकार अस्ति छवि छव् वर्णः अस्ति छव् प्रत्याहारस्य प्रत्याहारस्थवर्णः अस्ति चकार चकारस्य परे अम् अस्ति परे ईकार अस्ति अम् अस्ति इति कारणतः नश्चव्यप्रशान्त सूत्रं तत्र कार्यं करोति तं किं किं तत्र ऋकारस्य आगम न रु इति आगमः भवति कान् योगः रु योगः चित् इति भवति कान् योग रु योग चित् ऋकारस्य नकारः रु भवति भगिनि नकारः आगमन आदेशः नकारस्य स्थाने नकारस्य स्थाने रु आदेशः भवति का योगः रु योगः चित् तस्पशात् कार् ऋकारस्य अनुबन्धलोपानन्तरं रेफ एव तिष्ठति कार् योगः चित् तत्पश्चात् कस्मिन् तदेव तत्र पुनः तत्र सूत्रम् उक्त्वा वदतु अनुनासिकपूर्वस्य तु वा इत्यनेन विकल्पेन अनुनासिकः आदेशः भवति तदेव तत्र का स्थाने का अपि च कान् रूपद्वयम् आयाति तत्पश्चात् रेफस्थाने विसर्ग आयाति खरवसानयोर्विसर्जनीय इत्यनेन रेफस्य स्थाने विसर्ग आयाति खान् खान् अपि च खान् अपि च विसर्गः योगः चित् तत् भवति तदनन्तरं विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने स आदेशः भवति कान् किं वदामि कान् कान्स् कान्स् कान्स् एतत्रूप योगश्चित् चित् कांश्चित् कांश्चित् रूपद्वयम् तत्र अन्तिमसोपानं किम् अस्ति अन्तिमसोपाने कां योगः चित् कांश्चित् इति सकारस्य स्थाने किम् सकार सकारच्युत्वं भूत्वा सकार भवति हा इति अस्ति समीचीनं हा उत्तमं तर्हि कांश्चित् कांश्चित् अपि च कांश्चित् रूपद्वयम् इति अस्ति समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे धन्यवादः भगिनि अग्रे तर्हि तत्र नरेश महोदय अग्रे बोध्यं यत् अत्र समासस्य विषयो नास्ति कस्मिन् इति पृथक् पदम् अस्ति चित् चन अपि पृथक् पदम् पदं तदर्थं कस्मिन् इति पदस्य विभक्तिः इदानीमपि दृश्यते चित् चन इति द्वयमपि पदम् अव्ययाञ्च नश्चव्यप्रशान् इत्यनेन नकारान्तपदस्य एव नकारस्थाने सकारः तर्हि अत्र सन्धिः इत्येव विषयः न तु समासः यथा संहितायां विषये कयोरपि द्वयोः पदयोः सन्धिः भवति तथैव अत्र अत्र दत्तमस्ति अत्र समासस्य विषयः नास्ति कस्मिन् योगचित चित् चन कस्मिन् एकः पदमस्ति चित् चन अपि पृथक् पदमस्ति अतः अत्र तस्य विभक्तिः इदानीं न दृश्यते कस्मिन् इति तस्य विभक्तिः न दृश्यते चित् चन तदपि पदं सन्ति किं किमुक्तं महोदय इदानीम् अपि दृश्यते इति एव लिखितं खलु तस्मिन् इति पदस्य विभक्तिः इदानीमपि दृश्यते दृश्यते अस्तु अस्तु यतोहि कस्मिन् इति एव पदं खलु तर्हि विभक्तिः दृश्यते दृश्यते अपि च चित् चन पदं स्तः नश्चव्यप्रशान् इत्यनेन नकारान्तपदस्य एव नकारस्थाने सकारः अत्र नकारस्य स्थाने सकारः भवति नश्चव्यप्रशानसूत्रेण यदि नकारः अन्ते पदस्य अन्ते अस्ति अन्ते अस्ति अतः नकारस्य स्थाने सकारः भवति तत् तु सन्धिविषयः अस्ति न तु समासः अतः अत्र नाम तत्र समासः भवति चेत् कुत्रचित् समाससमये तत्र विभक्तेः परिवर्तनं भवति नाम विभक्तेः लोपः भवति लोपः भवति खलु तत्र अस्ति हा तत्र रामपुस्तकं रामस्य पुस्तकं रामपुस्तकम् इति तत्र षष्टिविभक्तिः लोपः भवति खलु किन्तु अत्र समासः सन्धिः एव तर्हि तत्र विभक्ति इदानीमपि कस्मिंश्चित् इति यदि वदामः तत्र सप्तमी इति विभक्तिरूपम् अत्र तिष्ठति एव इदानीमपि इति संहितायां विषये कयोरपि द्वयोः पदयोः सन्धिः भवति तथैव अत्र या अत्र सन्धिः भवति तत्र कयोः द्वयोः पदयोः अपि नाम पदद्वयं किमपि भवतु यदि तत्र सन्धिः तयोः मध्ये सन्धिः भवति संहितायाम् इति विषये तत्र सन्धिः भवति तथा एव अत्रापि केवलं सन्धिः एव भवति अन्यत् किमपि नास्ति समासः नास्ति अग्रे अपि पठतु महोदय तर्हि अत्र सन्धिचिन्तनप्रसङ्गे कस्मिन् तु पदमस्ति इति कारणतः कस्मिन् योगचित् इति स्थितौ नश्चापदान्तस्य झलि इत्यस्य प्रसक्तिः नास्ति अस्तु नश्च अपदान्तस्य झलि अपदान्तस्य अत्र तु पदमस्ति अतः अपदान्तस्य झलि तस्य प्रसक्तिः नास्ति एवमेव सर्वत्र चित् जन प्रसङ्गे चिन्तनीयं भवति यथा कं योगचित् इति स्थितौ कम् इत्यस्य पदसंज्ञा इति कारणतः मोनुस्वारः तदा वा पदान्तस्य इति भवति न तु नश्च पदान्तस्य झलि अनुस्वारस्य यै परसवर्णः इति अतः कं योगचित् कञ्चित् कञ्चित् इति रूपद्वयमपि साधु अत्र दत्तमस्ति कं योगचित् तद्विषये पद् तस्य कं चित् पदमस्ति अतः पदान्तस्य मोनुस्वारः तदा वा पदान्तस्य इति भवति न तु नश्च पदान्तस्य झलि पदमस्ति चेत् अत्र मोनुस्वारः सूत्रम् आगच्छति अथवा वा पदान्तस्य सूत्रम् आगच्छति न तु नश्च अपदान्तस्य झलि नश्च अपदान्तस्य झलि तु पदान्त न भवति चेत् तत्र आयाति अतः तत् नश्चापदान्तस्य झलि अपि च अनुस्वारस्य यै परस्वर्णः न आयाति अत्र कार्यं न करोति अतः कं योगचित् अत्र मकारस्य स्थाने अनुस्वारः अथवा अनुनासिकः आगच्छति तत्र तस्य स्थाने अग्रे किमस्ति तत् त्र अनुस्वारस्य स्थाने नकार आगच्छति तत्तु अनुस्वारस्य यै पर्सवर्णः सूत्रम् आगच्छति अहं चिन्तयामि अनुस्वारस्य यै पर्सवर्ण अनुस्वारस्य वा पदान्तस्य इति ऐ थिङ्क् वा पदान्तस्य खलु मकारः अनुस्वारः मकारः मकारस्य मोनुस्वारः मोनुस्वारः मोनुस्वारः अन्धेन वा पदान्त वा पदान्तस्य मोनुस्वारः तदा वा पदान्तस्य इति भवति न तु नश्च पदान्तस्य अण्ड् अनुस्वारस्य यै पर अस्तु अनुस्वारस्य स्थाने नकार आगच्छति वा पदान्तस्य सूत्रेण अस्तु अस्तु तर्हि तत्र रूपं किं भवति कञ्चित् कञ्चित् अथवा कञ्चित् कञ्चित् तत्र चवर्गीय तत्र चवर्गीयपञ्चमवर्ण समीचीनं अस्तु समीचीनं महोदय धन्यवादः अग्रे शोभा भगिनी अग्रे आं महोदय अग्रे तत्र तर्हि अत्र तर्हि अत्र सन्धिचिन्तनप्रसङ्गे अनुनासिकपूर्वस्य तु वा इति अनुनासिकः पूर्वस्य तु वा इति सूत्रं षष्ठाध्याये तृतीयपादे द्वितीयसूत्रम् अष्टमाध्याये तृतीयपादे द्वितीयसूत्रम् अस्मिन् रूप्रकरणे अस्मिन् रूप्रकरणे रू इत्यस्मात् पूर्ववर्तिस्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति अधिकारसूत्रम् इत्यस्मात् यतोहि तत्र अष्टमाध्याये तृतीयपादे द्वितीयसूत्रम् इत्यस्मात् आरभ्य तस्मात् आरभ्य कियत्पर्यन्तं तत्र अष्टमाध्याये तृतीयपादे द्वादशसूत्रपर्यन्तं यत्र यत्र ऋत्वं विहितं तत्र तत्र रु इत्यस्मात् प्राक् यः वर्णः अस्ति तस्य विकल्पेन अनुनासिकादेशो भवति अस्मिन् ऋत्वप्रकरणे यानि सूत्राणि सन्ति ऋत्वविधायकानि तेषु सूत्रेषु अयम् अर्थः सर्वत्र अन्वेति अस्मिन् ऋत्वप्रकरणे च ऋत्वं विधीयते संहितायाम् एव पदान्ते ऋत्वम् अपरस्मिन् प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति अत्र अव्ययपदम् अनुनासिकः प्रथम अत्र इति अव्ययपदम् अनुनासिकः प्रथमान्तं पूर्वस्य षष्ठ्यन्तं तु अव्ययपदं वा अव्ययपदम् अनेकपदमिदं सूत्रं तयोर्वावचिसंहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अत्रानुनासिकः पूर्वस्य तु वा संहितायाम् इति अस्तु तत्र इदानीम् अत्र अनुनासिकः पूर्वस्य तु वा इति सूत्रम् अष्टमाध्याये अस्ति तत्र तत्र किञ्चित् उक्तमस्ति अग्रे अस्मिन् रूप्रकरणे इति इदानीं तत्र नश्चव्य प्रशान् इत्यनेन इति सूत्रं पठितवन्तः ऋत्वस्य एव तत्रापि विषयः अपि च तत्र नश्चव्य प्रशान् इति अपि अष्टमाध्याये तृतीयपादे अष्टमं सूत्रं तर्हि अस्मिन् रूप्रकरणे रू इत्यस्मात् पूर्ववर्तिस्वरस्य स्थाने अनुनासिक आदेशः विकल्पेन भवति इति अधिकारसूत्रं कुत्र अस्ति इत्युक्ते अष्टमाध्याये तृतीयपादे द्वितीयसूत्रात् आरभ्य द्वादशसूत्रपर्यन्तम् अतः प्रकृतसूत्रं द्वितीयसूत्रम् अस्ति नश्चव्यप्रशान् इति अष्टमं सूत्रम् अस्ति तर्हि अस्मिन् प्रकरणे द्वयोः सूत्रयोः प्रसक्तिः अस्ति. यत्र यत्र इत्युक्ते तस् किं तत्र तस्मिन् काले यत्र यत्र ऋत्वं विहितम् अन्येषां सूत्राणां प्रयोगेन तत्र तत्र रु इत्यस्मात् प्राक् यः वर्णः अस्ति तस्य विकल्पेन अनुनासिकादेशः भवति. रु इत्यस्मात् पूर्वम् अस्तु यथा खलु प्राक् यः वर्णः वर्णः इति दत्तं तत्र रु इत्यस्मात् प्राक् यः वर्णः अस्ति तस्य विकल्पेन अनुनासिकादेशो भवति. इत्युक्ते तत्र अस्माकं प्रसङ्गे किं रु इत्यस्मात् प्राक् तत्र कान् इत्यस्मात् कार् इति अभवत् तस्मात् प्राक् आ इति आसीत् तस्य तत्र अस्तु कान्योगः चित् इत्यत्र रु इति अन्ते आसीत् कार् इति नकारस्य रु आदेशः आर् इति कार् इति आसीत् सः वर्णः तस्मात् पूर्वम् आ इति आसीत् आकारस्य अनुनासिकादेशः अभवत् तत्र कान् इति वर्णः अस्ति तस्य विकल्पेन अनुनासिकादेशो भवति. अस्मिन् ऋत्वप्रकरणे यानि सूत्राणि सन्ति ऋत्वविधायकानि तेषु सूत्रेषु अयम् अर्थः सर्वत्र अन्वेति. इत्युक्ते एतानि सूत्राणि यावत्पर्यन्तम् अष्टाध्याये अष्टमाध्याये तृतीयपादे तत्र द्वादशसूत्रपर्यन्तम् इदमेव कार्यं भवति सर्वत्र. इत्युक्ते तत्र विकल्पेन अनुनासिकादेशः भवति रु इत्यस्मात् प्राक् यः वर्णः अस्ति तस्य अस्मिन् अस्तु अस्मिन् ऋत्वप्रकरणे च ऋत्वं विधीयते संहितायाम् एव पदान्ते ऋत्वम् अपरस्मिन् प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति. पदान्ते ऋत्वम् अस्तु इदानीं पदान्ते ऋत्वमेव वयं कृतवन्तः नश्चव्य प्रशान् इत्यनेन. तर्हि अस्य सूत्रस्य आशयः किम् इत्युक्ते अस्तु अग्रे पठामि. एक पदान्ते ऋत्वम् अपरस्मिन् प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति. अत्र तत्र भगिनि अत्र संहितायाम् इत्यस्य कृते एव ऋत्वम् एव तत्र ऋत्वं विधीयते संहितायाम् एव अस्तु. भगिनि तत्र उदाहरणं तत्र कस्मिन् इति उदाहरणमस्ति खलु कस्मिन् इति तत्र नकारः तु पदान्तनकारः किन्तु तत्र नकारस्य रु इति यदि तत्र परिवर्तनं भवति इदानीं कस्मि रु इति तत्तु पदं नास्ति खलु हा तर्हि तत्र पदान्तस्य रु इति न वक्तुं शक्नुमः. मम महोदय कस्मिन् पदमस्ति न संहितायाम् इत्युक्ते कस्मिन् इति पदं किन्तु नकारस्य स्थाने रु आदेशः भवति न तत्र रु आदेशः भवति सत्यं भगिनि किन्तु अत्र पदान्ते ऋत्वं पदान्ते ऋत्वम् ऐ थिङ्क् दे आर् टाकिङ्ग् अबौट् ससजुषो रुहु बै द अन्य सेक्षन् महोदय 8256 सत्यं सत्यं फ्रम् दाट् ऋत्वम् अत्र कार्यं अतः तत्र अत्र कार्यं बिकास् आफ् द संहितायां सत्यं सत्यं तर्हि तत्र अस्मिन् ऋत्वप्रकरणे इति दत्तं संहितायाम् इति अन्यत्र इति न अन्यत्र प्रकरणम् ऋत्वं विधीयते संहितायाम् एव इति संहितायाम् इत्युक्ते तत्र निकटे इति आगच्छति तस्मिन् ऋत्वम् इत्युक्ते तत्र अपदान्ते इति न उक्तं किमपि न उक्तं केवलं संहितायाम् एव इति उक्तं द्वयोः पदयोः अपि संहिता भवति अतः तत्र पदान्ते किन्तु भगिनि पदान्ते इति न पदान्ते इति न उक्तं भगिनि किन्तु पदान्ते विद्यमानः नकारस्य स्थाने रु इति आदेशः खलु सत्यं इदानीं रु यदा आगच्छति इदानीं तत् तत्तु पदान्ते विद्यमानः रु नास्ति खलु? इदानीम् इत्युक्ते किं कुत्र नाम तत्र कस्मिन् इति पदम्? आम् तत्र अन्ते नकारः अस्ति, इदानीं नकारस्य स्थाने रु इति योजयामः, इदानीं कश्मीरु इति अस्ति, स्थाने कश्मीरु इति अस्ति खलु? आमां, किन्तु कश्मीरु इति पदान्ते विद्यमानः ऋकारः नास्ति खलु? यतोहि कश्मीरु इति पदं नास्ति महोदय, सत्यं खलु? किन्तु कान् इति पदमस्ति खलु, तत् पदस्य पदान्ते रु इति आदेशः, किन्तु कान् इति पदान्ते तस्य पदस्य अन्ते नकारः अस्ति, पदान्ते रुत्वम् इति तत्र यत्र भवति अत्र तु पदान्ते रुत्वम् इति स्थितिः नास्ति खलु? पदान्ते एव तत्र इदानीमपि पदमेव अस्ति आम् रु आगरोहि तत्र सन्धिकार्येषु तत्र परिवर्तनं भवति एव, किन्तु यत् पूर्वम् आसीत् पदत्वं तु तिष्ठति, पदम् इदानीमपि अस्ति इति वा? अस्तु, कस्मिर् कस्मिर् तत् पदमेव तत्र पदमेव चिन्तनम् अस्तु, किमर्थं चेत् कस्मिन् पदमस्ति नकारस्य स्थाने रेफ आयाति, कस्मिर् अपि पदमस्ति इति अहं मन्ये इति. अस्तु अस्तु भगिनि, अस्तु अस्तु, हा तर्हि तत्र इदानीं तर्हि तत्र एतस्य वाक्यस्य अर्थः कः तर्हि? तत्र अत्र अतः अस्मिन् ऋत्वप्रकरणे यानि सूत्राणि सन्ति ऋत्वदायकानि तेषु उत्तमयमत्र तत्र अन्यत्र पठामि चेत् महोदय, अस्मिन् ऋत्वप्रकरणे रु इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकादेशो भवति तावदेव दत्तं, तत्र यथा इत्युक्ते अन्यत् उदाहरणमस्ति संयोगः सुट्योगः कर्तृ इति, तत्र मकारस्य रु आदेशः भवति तदनन्तरम् अनुनासिकादेशः तत्सर्वं भवति, तत्र तस्य वाक्यस्य अर्थः मया अवगतं महोदय, संहितायाम् एव ऋत्वं भवति इति दत् अस्मिन् प्रकरणे ऋत्वप्रकरणे अभियानाः किं पदान्ते ऋत्वम् अपरस्मिन् प्रकरणे भवति, पदान्ते ऋत्वम् अपरस्मिन् प्रकरणे भवति, पदान्ते इत्युक्ते तत्र नश्चव्य प्रशान् इति दृष्टवन्तः, पदान्ते एव तस्य प्रसक्तिः अस्ति, किन्तु तस्य सूत्रसङ्ख्या तु यत्र तत्र दत्तं न पदान्तऋत्वं वा न पदान्तऋत्वम् इत्युक्ते खलु That's what I also thought. Padantarutvam is the sasajishoruhu. Yeah, exactly. Yeah. Totally different. Asmin sammitayam ityanena eva rutvam. Because nakaraha paraha chavi asti ityanena eva nakarasya sthane rutvam ayati. Correct, correct. It is not because of sasajishoruhu. Yeah. No. No, anya section is eva sasajishoruhu. इत्युक्ते भवती वदति ससजुषोरुः इति, यत्र कुत्रापि पदान्ते सकारः तत्र सर्वत्र भवति, कार्यक्षेत्रं बृहत् अस्ति तस्य, परन्तु अत्र नकारः परः छवि अस्ति इत्यनेन एव नकारस्य ऋत्वम् इत्युक्ते ससजुषोरुः इत्यस्य कृते संहितायाः आवश्यकता एव नास्ति, अस्तु अस्तु, अन्यस्मिन् प्रकरणे इत्युक्ते ससजशोरुः इति अस्ति, सूत्रसङ्ख्या किमस्ति भगिनि ससजशोरुः इत्यस्य? 8266. ओ अस्तु, तर्हि तत्र अष्टमे अध्याये एव, परन्तु एतत् सूत्रं तृतीयपादे अस्ति, अस्ति हा अस्तु, तर्हि तद् अग्रे अपरिस्मिन् प्रकरणे भवति, अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति, प्रकृतसूत्रमित्युक्ते अनुनासिकः पूर्वः पूर्वस्य तु वा इति अस्मिन् ऋत्वप्रकरणे अस्तु अस्तु, अत्र तदनन्तरं किमस्ति, तयोर्वावचि संहिताम् इत्यस्मात् संहिता इत्यस्य अधिकारः अस्तु. अनुवृत्तिसहितसूत्रम् अत्र अनुनासिकः पूर्वस्य तु वा संहितायाम् इति किन्तु इदानीमपि पूर्णतया न पूर्णतया तत्र संशयः न निवृत्तः महोदय. एतत् सूत्रं बहु मया तु अन्यत्र न दृष्टम् अहमपि न पठितवती खलु. अत्र नासिकः पूर्वस्य प्रयोगः परिचितः नास्ति नास्ति मम तु इदानीम् अपरिचितः सूत्रः अपरिचितं सूत्रमस्ति मम कृते. अस्तु अस्तु तर्हि तत्र अस्तु किञ्चित् अवगमनम् अभवत्. अस्तु तर्हि अग्रे सरामः. तर्हि तत्र अग्रे तत्र उषाभगिनी अग्रे पठति वा अनुनासिकात् परो अनुस्वारः. यस्मिन् पक्षे अनुनासिक आदेशः न भवति तत्र रु इत्यस्मात् प्राक् यः वर्णः तस्य नित्यम् अनुस्वार आगमः भवति. तत्र प्रायः मुद्रणदोषः अस्ति खलु भगिनि. नाम अनुनासिक आदेशः न भवति नाम अननुनासिक पक्षः. महोदय नो अनुनासिक आदेशक एव पूर्वं वयं शोभा भगिनी पठितवती पूर्ववर्णस्य कृते अनुनासिक आदेशः दट् बिन्दु स्वरस्य अनुनासिक आदेशः. सो यस्मिन् पक्षे अनुनासिक आदेशः न भवति तत्र ऋ इति तत्र अननुनासिक वन्दि यस्मिन् पक्षे आम् समीचीनमेव अस्ति महोदय. यस्मिन् पक्षे अनुनासिक आदेशः न भवति तत्र ऋ इत्यस्मात् प्राक् यः वर्णः तस्य नित्यम् अनुस्वार आगमः भवति. फलितार्थः अयं यत् अनुनासिकः न भवति चेत् रोः पूर्वं यः वर्णः तस्य अनन्तरम् अनुस्वार आगमः भवति. ओके पूर्वं यः वर्णः स्वरः तस्य अनुस्वारः आगमः भवति. अनुनासिकात् इत्युक्ते अनुनासिकं त्यक्त्वा ओ अनुनासिकात् इत्युक्ते अनुनासिकं त्यक्त्वा नाम यस्मिन् पक्षे अनुनासिकः न भवति. ओ अनुनासिकात् इति उक्तत्वात् अनुनासिकात् इत्युक्ते उक्तत्वात् पञ्चमी बट् एनिवे अनुनासिकात् पञ्चमी अन्तं परः मास्तु इति चेत् ओ अनुनासिकात् पञ्चमी अन्तं परः प्रथमान्तम् अनुस्वारः प्रथमान्तं त्रिपदमितं सूत्रं मतु वसो रु सम्बुद्धौ छन्दसि इत्यस्मात् रुः इत्यस्य पञ्चमी विभक्तिः विपरिणामं कृत्वा रोः इत्यस्य अनुवृत्तिः. ओके रुः इत्यस्य कृते रोः इति अनुवृत्तिः भवति. ओके अत्र अनुनासिकः पूर्वस्य तु वा इत्यस्मात् पूर्वस्य इत्यस्य पञ्चमी विभक्ति विपरिणामं कृत्वा पूर्वस्मात् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अनुनासिकात् रोः पूर्वस्मात् परः अनुस्वारः संहितायाम् उदाहरणमपि न दत्तं तत्र न सेम् थिङ्ग् रैट् कस्मिन् योगः चित्त नकारस्य नकारयोगः परः छव् अस्ति इत्यनेन नकारस्य स्थाने रु कस्मी योगः रु योगः चित् कस्मिर् भवति. ओके कस्मिर् योगः चित् अथवा सो प्रथमं कस्मी इकारस्य अनुनासिकं भवति. अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन परन्तु अत्र अनुनासिकात् परो अनुस्वारः इत्यस्मात् रेपः पूर्वं यत् वर्णः इकारस्य अनुस्वार आगमः भवति. सो कस्मिम् इति भवति, कस्मिम् योगः रेपः योगः चित् इति भवति. बेसिकलि दीस् आर् एक्स्प्लेनिङ्ग् दट् कस्मान् कस्मान् दट् टु टु रूपं नो एक्स्प्लेनेशन् फार् दाट् ऐ थिङ्क् दीस् टु सूत्रं सत्यं भगिनि. इकारस्य कृते ऋत्वस्य पूर्वं यत् वर्णः अस्ति तस्य मूलस्वर ईदर् अनुनासिका अथवा अनुस्वार अनुस्वार यत्र अनुस्वारः तत् कृते वाट् इस् दट् स्टेट्मेण्ट् अनुनासिकात् इत्युक्ते अनुनासिकं त्यक्त्वा नाम यस्मिन् पक्षे अनुनासिकः न भवति. ओके सो तत्र अनुस्वारः भवति, तत्र अनुस्वारः भवति. करेक्ट्. परः प्रथमान्तम् अनुस्वारः प्रथमान्तम् फलितार्थः अयं यत् अनुनासिकः न भवति चेत् रोः पूर्वं यः वर्णः तस्य अनन्तरम् अनुस्वार आगमः भवति. रोः पूर्वं अनुनासिकः नास्ति चेत् रोः पूर्वम् इकारस्य अनुस्वार आगमः भवति. सो कस्मि इकारः अनुनासिकः भवति प्रथमम्, अनन्तरं कस्मि इकारस्य अनुस्वारः अदे आगमः भवति. कस्मि अनुनासिकः कस्मिं रेपस् रेपः योगः चित् कस्मिं कस्मिन् कस्मिन् कस्मिंश्चित् अस्मिन् सन्धौ अपि तत्र पूर्वं तत्र चत्वसन्धौ अपि तत्र अनेकानि सोपानानि सन्ति खलु महोदय. अस्तु तर्हि समीचीनमेव. अग्रे अपि तत्र बहु किमपि लिखितमस्ति तर्हि तत्र प्रायशः अग्रिमे वर्गे एतस्य एव चर्चा भवति सत्त्वसन्धिः. तर्हि अस्तु समीचीनमेव. तत्र अग्रे अग्रे गच्छन्तः स्मः. अस्तु समीचीनं. तत्र हल्सन्धिविषये तत्र प्रायशः तत्र अग्रे तत्र यवलोपसन्धिः तत्र अन्यत् सन्धि कृतवन्तः. तुगागमः नास्ति, अन्यत् अन्यत् कृतवन्तः तत्र नमुडागमसन्धि तुगागमनं कृतवन्तः. द्वित्वं तत्र क्रमः हल् सन्धिनां तर्हि समीचीनमस्ति. तत्र शान्तिमन्त्रम् उक्त्वा विरमाम. तर्हि तत्र वेदभगिनी शान्तिमन्त्रं वदति वा? अस्तु महोदय, एकनिमिषम्. ॐ पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ सर्वेभ्यो नमस्कारः. धन्यवादः सर्वेभ्यो नमः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः.